अङ्गं हरेः कुलगभूषणमाश्रयन्ती गङ्गाङ्गनेव मुकुलाभरणं समालम् अङ्गीकृताखिलविभूतिरमङ्गलीला माङ्गल्यदास्तु मम मङ्गलदेवतायाः मुग्धा मुहुर्विदधति वदने मुरारेः प्रेमत्रपा प्रणिहितानि गतागतानि माला दृशोर्मधुकरीव महोत्पलेय सा मे श्रियं दिशतु सागरसम्भवायाः सा मे श्रियं दिशतु सागरसम्भवायाः आमीलिदाक्षमधिगम्य मुदा मुकुन्दम् आमीलिदाक्षम् अधिगम्य मुदा मुकुन्दम् आनन्दकन्दमनिमेषमनङ्गतन्त्रम् आकेकरस्थितकरीनिकपक्ष्मनेत्रम् भूत्यै भवेन्मम भुजङ्गशयाङ्गनायाः बाह्वन्तरे मधुजितश्रितः कौस्तुभेया हारावलीव हरिनीलमयि विभाति कामप्रदा भगवतोऽपि कटाक्षमाला कल्याणं आवहतु मे कमलालयाया कल्याणमावहतु मे कमलालया कालाम्बुदालि ललितोरसि कैटभारेः धाराधरे स्फुटदिया तडिसङ्गरे धाराधरे स्फुरदिया तडिसङ्गरे मातुः समस्त जगतां महनी मूर्तिः भद्राणि मे दिशतु भर्गवनन्दनायाः प्राप्तं पदं प्रथमतः खलु यत्प्रभावात् माङ्गल्यभाजि मधुमाथिनी मल्मथेन मय्या पदेस्तदिगमन्थरमीक्षणार्थं मन्तालसं च मकरालयकल्यकाय विश्वामरेन्द्रपदविभ्रमदानदक्षम् आनन्दहेतुरधिकं मुरविद्विषोऽपि कीशौ निषीदतु मयि क्षणम् ईक्षणार्थम् इन्दीवरोदर सहोदरम् इन्दिरायाः इन्दीवरोदर सहोदरम् इन्दिरायाः इष्टाविशिष्टमतयोऽपि अयादयार्द्र दृष्ट्या त्रिविष्टपवदं सुलभं लभं ते दृष्टिः प्रहृष्टकमलोदरदीप्तिरिष्ट पुष्टिं कृषिष्ट मम पुष्कर विष्टराय पुष्टिं कृषिष्ट मम पुष्कर विष्टराय दद्याद्दयानुपवन द्रविणाम्बुधारा अस्मिन्न किञ्चन विहङ्गशिशौ विषण्णे दुष्कर्म धर्ममपनीय चिराय दूरम् नारायण प्रणयिनी नयनाम्बुवासः गीर्देवदेति गरुडध्वजसुन्दरीति शाकम्भरीति शशिशेखरवल्लभेति सृष्टिस्थिति प्रणयकेलिषु संस्थितायै केलिषु संस्थितायै स्थितिः प्रणयकेलिषु संस्थितायै सृष्टिस्थिति प्रणयकेलिषु संस्थितायै तस्यै नमः त्रिभुवनैक गुरोस्तरुण्यै शुद्ध्यै नमोस्तु शुभकर्मफलप्रसूच्यै रत्यै नमोस्तु रमणीयगुणार्णवाय शक्त्यै नमोस्तु शतपत्रनिकेतनायै पुष्ट्यै नमोस्तु पुरुषोत्तम वल्लभायै नमोस्तु नालीकनिभाननाय नमोस्तु दुग्धाधिजल्मभूम्ये नमोस्तु सोम अमृत सोदराय नमोस्तु सोमामृत सोदराय नमोस्तु नारायण वल्लभाय नमोस्तु नारायण वल्लभाय नमोस्तु क्षेमाम्बुजपीटिकाय नमोस्तु भूमण्डल नायिकायै नमोस्तु देवादि दयापरायै नमोस्तु देवादि दयापरायै नमोस्तु शार्ङ्गायुध वल्लभायै नमोस्तु लक्ष्म्यै कमलालयाय नमोस्तु दामोदर वल्लभाय नमोस्तु कान्त्यै कमलेक्षणाय नमोस्तु भूत्यै भुवनप्रसूत्यै नमोस्तु नन्दात्मज वल्लभाय नमोस्तु नन्द आत्मज वल्लभायै सम्पत्कराणि सकलेन्द्रियनन्दनानि साम्राज्यदानविभवानि सरोरुहाक्षी त्वद्वन्दनानि दुरिताहरणोद्यतानि मामेव मातर्वनितं कलयन्तु माल्ये मामेव मातरनिशं कलयन्तु माल्ये यत्कटाक्षसमुपासनाविधिः सेवकस्य सकलार्थसम्पदः सन्तनोति वचन अङ्गमानसैः सन्तनोति वचनाङ्गमानसैः स्वां मुरारी हृदयेश्वरीं भजे सरसिजनिलये सरोजहस्ते धवलतमांशुक गन्धमाल्यशोधे भगवती हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरी प्रतीदे वशं दिग्भक्तिभिः कनककुम्भमुखावसृष्ट स्वर्वाहिनी विमलचारुजलाप्लुताङ्गी प्रातं नमामि जगतां जननी अशेषलोकाधिनाथगृहिणी अमृताब्धिपुत्री प्रातं नमामि जगतां जननी अशेषलोकाधिनाथगृहिणी अमृताब्धिपुत्री कमले कमलाक्षवल्लभे त्वं करुणापूरतरङ्गितैः अपाङ्गैः अवलोकय माम् अकिञ्चनानाम् अवलोकय माम् अकिञ्चनानां प्रथमं पात्रमकृत्रिमं दयायाः प्रथमं पात्रमकृत्रिमं दयायाः सुवन्ति ये सुधिभिरमीभिरल्वहं त्रयीमयीं त्रिभुवनमातरं रमा गुणाधिका गुरुतरभाग्यभागिनः भवन्ति ते भुवि बुधभाविताशयाः भवन्ति ते भुवि बुधभाविताशयाः बुधभाविताशयाः बुधभाविता